गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे गृहपाठाः ये सन्ति तेषां विषये चिन्तनम् अभवत्। प्रथमं तु विग्रहवाक्यम् अस्माभिः ऊहां कृतं, चक्षुर्भिन्नजन्य प्रत्यक्षविषयत्वम् इत्यस्य अर्थः कः, विग्रहवाक्यं कथं भवति, अपि च संस्कारभिन्नजन्यत्वाभाववत्वम् इत्युक्ते किम् इति, तदनन्तरम् इन्द्रियाणां लक्षणवाक्यं लिखन्तु। तथा किम् इति चेत् तत्र लक्षणवाक्ये त्रयः दोषाः न भवेयुः इति अस्माभिः दृष्टम्, अतिव्याप्तिः, अव्याप्तिः, असम्भवः। किन्तु कुत्र अतिव्याप्तिः कुत्र न भवेत् इति चेत् लक्ष्ये न भवेत्, न तु लक्षणे। यदि लक्षणे भवेत् इति स्वीकुर्मः तर्हि यानि लक्षणानि सन्ति एकस्य पदार्थस्य तानि सर्वाणि वक्तव्यानि भवन्ति। किन्तु लक्ष्ये अतिव्याप्तिः न भवति चेत् पर्याप्तम् इति अस्माभिः दृष्टम्। तर्हि रूपग्राह्यो रूपग्राहकं चक्षुः इति वदामश्चेत् पर्याप्तम्। किमर्थम् इति चेत् रूपं केवलं चक्षुषा गृह्यते, अन्यैः इन्द्रियैः न गृह्यते इत्यतः। चक्षुषा अन्ये गुणाः अपि गृह्यन्ते, उदाहरणार्थं रूपत्वम् इति जातिः अपि गृह्यते, तर्हि रूपत्वं न उक्तम् इति कृत्वा लक्षणे इदानीम् अव्याप्तिः अस्ति वा इति चेत् न। येन लक्षणं कुर्मः इत्युक्ते येन लक्ष्यते तदेव लक्षणं कुरु। लक्षणं लक्ष्यम् अनयोः मध्ये कः भेदः इति चेत् येन लक्ष्यते तद् लक्षणं, यस्य लक्षणं तत् लक्ष्यं, यस्य लक्षणम् इति षष्ठी। लक्षणं यस्य तत् लक्ष्यं भवति, किन्तु येन लक्ष्यते तद् लक्षणं भवति। तर्हि कारणं नो चेत् हेतुः भवति लक्षणम्। अस्तु, तत्सर्वम् अस्माभिः चिन्तितं। तदनन्तरं स्मृतेः लक्षणे दलसार्थक्यमपि अस्माभिः कृतम्। स्मृतेः लक्षणं किम् आसीत्? संस्कारमात्रजन्यं ज्ञानं स्मृतिः। अत्र मात्रपदेन किमुक्तम् इति एतत् सर्वम् अस्माभिः दृष्टं। केवलम् एकमेव अवशिष्टमस्ति, घटमात्रविषयकत्वं कुत्र इति चिन्तयतु, चिन्तयन्तु इति। अस्तु, तस्मात् पूर्वं 129th पेज् मध्ये द्वितीयपङ्क्तिः अस्ति, तत्र अन्तिमवाक्यात् पूर्ववाक्यम् इत्थमेव च गन्धमात्रग्राहकं घ्राणेन्द्रियम् इत्यत्र ग्राहक इत्यस्य प्रत्यक्षजनकत्वम् अर्थम् आदाय अर्थः वर्णनीयः इति उक्तम्। तर्हि संस्कारभिन्नजन्यत्व अभावः संस्कारजन्यत्वम् इति स्मृतिलक्षणे यथा स्वीकृतं तथा गन्धस्य तत्र घ्राणेन्द्रियस्य लक्षणे अपि मात्रपदेन अत्र गन्धमात्रग्राहकम् इत्युक्ते गन्धग्राहकत्वे सति गन्धभिन्नगुण अग्राहकत्वम् इति भवति वा गन्धमात्रग्राहकम् इत्यत्र? आम् महोदय, तादृशमेव। हा, तर्हि यद्यपि इत्युक्ते इदानीम् अस्माकं न तादृशं न वक्तव्यं, किमर्थम् इत्युक्ते गन्धभिन्नगुण इति वदामश्चेत् लक्षणं किम्, अस्माकं लक्ष्यं किं, घ्राणेन्द्रियं खलु, घ्राणेन्द्रियेण गन्धः गृह्यते इति एकम्, अपि च घ्राणेन्द्रियेण अन्ये गुणाः न गृह्यन्ते इति तु सत्यम्। किन्तु तादृशधर्मः ग्राणेन्द्रिये अस्ति, किन्तु तद्धर्मं लक्षणवाक्ये वक्तव्यं नियमेन वदामश्चेत्, नियमेन न वदामश्चेत् अन्यत्र अतिव्याप्तिः वा अव्याप्तिः भवति इति न इति कृत्वा गन्धमात्रग्राहकं ग्राणेन्द्रियम् इति न वक्तव्यं, गन्धग्राहकं ग्राणेन्द्रियम् इति लक्षणवाक्यं स्वीकुर्मश्चेत् पर्याप्तं भवति, एकमेव दलं गन्धग्राहकं ग्राणेन्द्रियम् इति वदामश्चेत् पर्याप्तं भवति इति दृष्टं। तत्रैव घटमात्रविषयकम् इत्यत्रापि अर्थः स्फुटः एव। तर्हि प्रश्नः उदेति, घटमात्रविषयकत्वं कुत्र इति। अस्तु, चिन्तनमस्ति, किमस्ति अत्र? अत्र मम चिन्तनमस्ति घटमात्रविषयकम् अभाव, तस्य अभावे भवति घटाभावे, तत्र घटमात्रं विषयकं भवति। महोदय, प्रथमं घटमात्रविषयकम् इत्यस्य विग्रहवाक्यं वदतु, समस्तपदमस्ति खलु। तत्र तत्र दलद्वयं यदा मात्रपदं स्वीकुर्मश्चेत् प्रथमं विग्रहवाक्यं वदतु, तदनन्तरं दलसार्थक्यं कुर्मः। विग्रहवाक्यं वदतु प्रथमं। घटमात्रविषयकं तत्र विग्रहवाक्यं कथं भवति? विषयकः इत्युक्ते विषयेन सम्बद्धः महोदय, तत्र घटमात्रस्य विषयकम् इति वदति। घटमात्रस्य इति वदति चेत् षष्ठी कस्मिन् अर्थे प्रयुक्तं भवता? घटमात्रं विषयकं वा? अत्र मेहुल् महोदय किञ्चित् प्रतिपादयतु, भवतः चिन्तनं किम् इति एकं किञ्चित् प्रतिपादयतु, तदनन्तरं। घटमात्रविषयकम् इति ज्ञाने अस्ति, अतः घटमात्रस्य विषयकम् इति ज्ञानम् इति भवति। विग्रहवाक्यं वदति वा? प्रथमं घट अपि च मात्र इति पदद्वयमस्ति खलु? आम् आम्, घटस्य मात्र इति, घटस्य मात्र, घटस्य मात्र इति इत्युक्ते किं? तत्र घटः अपि च मात्र अनयोः मध्ये की, अत्र षष्ठी विभक्तिः कथं प्राप्तं, कस्मिन् अर्थे प्राप्तम्? केवलं घटस्य, अन्यत् किमपि न केन प्राप्तं, घटस्य एव इति अहं मन्ये, मात्र इति पदेन। अतः अर्थः कः? षष्ठी कस्मिन् अर्थे प्रयुक्तं? सम्बन्धः अस्ति वा तत्र? सम्बन्धः वदति चेत् अस्माकं स्टाक् एक्साम्पल् अस्ति, रामस्य पुस्तकम् इव घटस्य मात्रमिति वा? हा, तदेव ज्ञानं, कस्य ज्ञानं? केवलं घटस्य वा घटस्य एव इति? न, इदानीं विषयकम् इति पदं न आगतं खलु समासे, अत्र केवलं पदद्वयमेव अस्ति, घट मात्र इति पदद्वयमेव अस्ति, तर्हि इतोपि योजयित्वा विग्रहवाक्यं न वक्तव्यं, केवलं घट अपि च मात्र इति पदद्वयं स्वीकृत्य विग्रहवाक्यं वक्तव्यं प्रथमं। तर्हि घटं मात्र, घटं मात्र इति अहं, घटं मात्र इत्युक्ते कीदृश विग्रह, तर्हि कीदृशसमासः अस्ति अत्र घटं मात्र इत्युक्ते? द्वितीयतत्पुरुषसमासः केन सूत्रेण लभ्यते? तत् न जानामि अहं, सूत्रं विना अत्र समासः यदा क्रियते, सूत्रं विना यदा कदापि समासः न कर्तुं शक्यते। द्वितीया तत्पुरुषसमासविधायकसूत्रमस्ति, द्वितीया श्रुतातीत पतित गतात्यस्त प्राप्तापन्नैः। सत्यं, हा, पतित, श्रुत, अतीत, पतित, गत, अत्यस्त, प्राप्त, आपन्न इत्येते शब्दाः यदा उपपदत्वेन भवन्ति अपि च तस्मात् पूर्वं यः कोऽपि पदं द्वितीया विभक्तौ अस्ति तात तर्हि अत्र न भवति तत् हा अहं वदामि घटमेव विषयकम् इति भवति महोदय अत्र वयरवंशकादिसमासः भवति इदानीं मात्र इति पदं कुत्र गतम् तदेव मयूरवंशकादिसमासस्य मयूरवंशकादिस्यश्च इति सूत्रेण चिदेवम् इत्युक्ते चिन्मात्रं घटमात्रम् इत्युक्ते घटमेव इति विग्रहवाक्यं भवति घटमेव विषयकम् इति विग्रहवाक्यम् उत्तमं केन सूत्रेण मयूरवंशकादिभ्यश्च इति सूत्रेण तर्हि मयूरव्यंसकादयश्च भिश्च नास्ति व्ययूरव्यंसकादयश्च इति सूत्रेण एव इति पदं यदा योजयामः तस्मिन् स्थाने अत्र विग्रहवाक्ये एव इति भवति किन्तु समासे मात्र इति पदं भवति तर्हि घटमात्रविषयकम् इति समस्तपदस्य कथं वक्तव्यम् इति चेत् घट एव विषयकम् इति भवति तर्हि मात्र इति स्वतन्त्रतया अत्र पदत्वेन अस्ति इत्युक्ते घटमात्रविषयकम् इति समस्तपदे कति पदानि सन्ति इति चेत् पदद्वयमेव अस्ति घटविषयक इति घट एव विषय इति मयूरव्यंसकादि कर्मधारयसमासः अस्ति द्वयमपि अत्र प्रथमाविभक्त्यामस्ति इति कृत्वा घट अपि च विषयक अस्तु घट एव अस्तु पुनः वदतु भगिनि घटमेव विषयकम् इति घटमात्रविषयकं घटम् एव विषयकम् इति इदानीं घटम् इति कस्यां विभक्त्यामस्ति द्वे अपि प्रथमाविभक्त्यामस्ति विषयकमपि घटमपि न घटम् इति वदति वा घटः एव विषयकं भवति विषयकः भवति वा घटः एव विषयः घटः एव विषयकः तदनन्तरं किं भवति घटः एव विषयकः कुत्र भवति इति चेत् न्याये भवेत् किल तर्हि इदानीं घटविषयक इति पदेन किम् उक्तम् कस्य विषयकः इति प्रश्नं वा घटविषयक इति समस्तपदेन कः उक्तः विषयकः उक्तः वा नो चेत् ज्ञानमुक्तं वा किम् घटज्ञानम् न घटज्ञानम् इति मा वदतु विषयक इति पदेन कः उक्तः इति अन्यः कर्ता कर्ता कः अत्र ज्ञानजनकविषयः कर्ता वा अस्तु घटविषयकः घटः एव विषयकः इति भवत्या उक्तं खलु मयूरव्यंसकादयश्च इति सूत्रेण घटमात्रविषयकम् इति भवति न तु विषयः विषयकः इति न भवति किमर्थमित्युक्ते इदानीं घटमात्रविषयकम् इति ज्ञानस्य विशेषणमस्ति खलु तर्हि इतोपि समीचीनतया समस्त समासवाक्यं वक्तव्यमस्ति महोदय अत्र द्वे पार्ट्स् सन्ति, एकं तु घटमात्रं, द्वितीयं तु विषयकं. घटमात्रमेव समस्तपदस्य समस्तपदं, घटमात्रम् इति समस्तपदस्य विग्रहमस्ति घटमेव इति. तदनन्तरं घटमेव विषयकम् इति भवितुमर्हति. वस्तुचेत् अत्र वाक्ये अपि तदेव प्रयोगः. मया दोषेन घटमात्र विषयकम् इति विग्रहवाक्ये उक्तम्. अत्र केवलं घटम् एव इति भवति, घटः एव इति भवति. उत्तमं, तर्हि इदानीं समीचीनतया अर्थं प्रतिपादितम्. अत्र घटयोगः मात्र, घटमात्र इति समस्तपदं स्वीकुर्मश्चेत् तस्य अर्थः अस्ति घट एव, घटः एव, घटः एव घटमात्र इति भवति. केन सूत्रेण? मयूरविंसकादयश्च. कीदृशसमासः? मयूरादि तत्पुरुष कर्मधारय तत्पुरुषसमासः अस्ति. घटमात्र इत्यस्य अर्थः कः? घटः एव. अस्तु, तदनन्तरम् इदानीं घटमात्रं विषयकम् इति भवति. घटमात्रं, तर्हि इदानीं भवती वदतु भगिनी, घटमात्रं विषयकम् इति कीदृशसमासः तत्र? बहुदिनं भवेत् महोदय, घटमात्र यस्य विषयकः सः इति भवेत्. एकनिमिषं, मन्दगत्या वदतु. घटमात्रं यस्य विषयकः अस्ति सः. यस्य विषयकः इति कथं वदति? घटमात्रम् इति उक्त्वा विषयकः इति कथं वदति? विषयकः इति विसर्गः उक्तवती वा भवती? महोदय, विसर्गः न वक्तव्यं खलु, विषयकम् इति भवेत्. घटमात्रं वदतु. घटमात्रं यस्य विषयकं, न विषयकं कुत्र महोदय, विषयकः एव भवेत् किल महोदय. ज्ञानस्य कथं भवति पुल्लिङ्गं किमर्थम्? विषयकम् इति समस्तपदं कस्य विशेषणमस्ति? विशेषणमस्ति घटमात्रः विषयकः, घटमेव विषयकः इति. घटमेव विषयकः इति नास्ति. अस्तु, प्रथमं भवती वदतु, तदनन्तरमहं समीकरोमि. मया चिन्तितं घटमात्र घटमात्रः यस्य विषयकः इति. केन सूत्रेण? बहुव्रीहि सूत्रेण, अनेकमन्यपदः अस्ति इति. नास्ति, घटमात्रं विषयकम् इति भवति, घटमात्रः विषयकः इति न भवति. घटमात्रं विषयकं यस्य सः इति भवति. घटमात्रं यस्य तत्, यस्य तत् विषयकं, तत्र सः नास्ति. यस्य तत् ज्ञानम्. तर्हि घटमात्रविषयकम् इति पदेन किम् उक्तम् इति चेत् ज्ञानमेव उक्तं भवति. तर्हि घटमात्रविषयकत्वं कुत्र अस्ति इति चेत् ज्ञाने अस्ति. अस्तु, तर्हि पुनः वदामि, अपि च वर्षा भगिन्याः पार्श्वे तत्र ध्वनिः आगच्छति अद्य, न जाने किमर्थं, किमपि तत्र पङ्खा चलति चेत्, पङ्खा इत्युक्ते फ़्यान् इति भाति. अस्तु, तर्हि पुनः वदामि अहं, घटमात्र घट ए घटः एव इति मयूरविंसकादि समासः अस्ति. घट एव इति घटमात्र इति भवति, घटमात्रं, घटः एव घटमात्र इति भवति समस्तपदं. तदनन्तरं घटमात्रं विषयकं, घटमात्रं विषयकं यस्य सः इति बहुव्रीहिसमासः भवति अनेकमन्यपदार्थे इति सूत्रेण. किमर्थमित्युक्ते घटमात्रविषयकं किम्? ज्ञानम् अस्ति इति कृत्वा घटमात्रविषयकं, घटमात्रं विषयकं यस्य सः ज्ञानं भवति. अस्तु, तर्हि घटमात्रविषयकम् इत्युक्ते किं? ज्ञानं. तर्हि घटमात्रविषयकत्वं कुत्र अस्ति? ज्ञाने अस्ति इति बोधः. तर्हि मात्रपदम् अत्र किं लिखितमस्ति? घटमात्रविषयकम् इत्यत्रापि अर्थः स्फुटः एव. घट एव ज्ञानस्य विषयः. यस्य ज्ञानस्य विषयः अस्ति तादृशज्ञानम् इति. अत्र केवलं प्रतिपादनार्थं मात्रपदं बहुत्र उपयुज्यते, किन्तु भिन्नभिन्नस्थलेषु भिन्नभिन्न अर्थाः सन्ति तस्य इति मनसि आगमनार्थम् अत्र एतानि उदाहरणानि उक्तानि सन्तु. अस्तु, प्रश्नाः सन्ति वा एतावत्? अस्तु, तर्हि महोदय तत्र दलद्वयं न भवति वा महोदय? घटविषयकत्वम् अपि च घटभिन्नविषयकत्वाभाववत्वम् हा इति वक्तुं शक्यते इति एव पर्यवसति खलु. प्रथमम् इदानीम् अत्र समासः कृतः, तदनन्तरं मात्रपदं. तर्हि भवान् वदतु इदानीं दलसार्थक्यं करोतु. यदि एतद् लक्षणं, किन्तु कस्य लक्षणं प्रथमम्? एतत् ज्ञानम् इति एव अवगतवन्तः खलु. तत्र घटज्ञानमिति वक्तव्यं. घटज्ञानं सत्यं, घटं घटज्ञानं. हा, तर्हि घटज्ञानस्य लक्षणम् अस्तु इदानीं वदतु. तत्र घटविषयकत्वे सति घटभिन्नविषयकत्वाभाववत्वम् इति दलद्वयं भवति. सत्यं. तत्र घटविषयकत्वं त्यक्त्वा घटभिन्नविषयकत्व अभाववत्वम् इति स्वीकुर्मश्चेत् घटभिन्नपदार्थः विषयत्व अभाववत्वं विषयत्व अभाववत्वं तत्र पटे भवति. घटभिन्न अस्ति. इदानीं घटभिन्नविषयत्व अभाववत्वं त्यक्त्वा वदामश्चेत् केवलं घटविषयकत्वं स्वीकुर्मश्चेत् तदा चक्षु अपि घटं गृह्यते तत्र. किन्तु चक्षुषः विषयकम् इति वक्तुं शक्यते वा? चक्षुः विषयकं वा? विषयकं नास्ति, विषयी अस्ति खलु महोदय? विषयी नास्ति वा? नास्ति खलु, केवलं ग्राहकः अस्ति चक्षुः. ग्राहकः वा? विषयी न करोति चक्षुः, विषयी न करोति ग्राहकः. हा, इत्युक्ते अहं मम पुरतः एक अत्र ग्राहकम् अपि च विषयकम् अनयोः मध्ये कः भेदः इति चेत्, इदानीं मम पुरतः एकः घटः अस्ति इति चिन्तयतु. घटं हस्ताभ्याम् अहं स्वीकरोमि. तर्हि इदानीं हस्तः ग्राहकं भवति खलु? येन गृह्यते सः ग्राहकः भवति. किन्तु विषयः इति पदं यदा प्रयोगं कुर्मः तदा एव यत्र ज्ञानम् इति चिन्तनं भवति. इदानीं हस्तेन स्पर्शं कृत्वा एषः घटः इति ज्ञानं यदा उत्पादयति तर्हि सर्वदा विषयक इत्युक्ते केवलं ज्ञानमेव भवति. स्मृति अपि घटविषयकत्वं, स्मृतौ अपि अस्ति. हा, स्मृति इति ज्ञानमस्ति खलु. तद्भिन्नं कथं वक्तुं शक्नुमः? हा, अतः एव अत्र घटमात्रविषयकम् इति लक्षणवाक्यम् इति न स्वीकर्तव्यम्. अत्र मात्रपदं कथम् अवगन्तव्यम् इति केवलं प्रतिपादनार्थम् अत्र उक्तम्. अतः एव मया उक्तम् गन्धमात्रग्राहकं ग्राणेन्द्रियम् इति वदामश्चेत् तत्र मात्रपदम् अस्ति इति कृत्वा द्विधा विभक्तुं शक्यते, सति सति इति. किन्तु गन्धग्राहकम् इति वदामश्चेत् पर्याप्तं भवति, अन्यत्र अतिव्याप्तिः न भवति. घ्राणेन्द्रियस्य लक्षणं गन्धग्राहकं घ्राणेन्द्रियम् इति वदामश्चेत् पर्याप्तं, मात्रपदं लक्षणाय मात्रपदं न आवश्यकमस्ति. सत्यम्. किन्तु मात्रपदमस्ति चेत् कथम् अवगन्तव्यम्? चक्षु अपि गृह्यते तद् वारणाय तादृशं लिखितम् इति अहं चिन्तितवान्. न न ज्ञानमेव विषयकं भवति. अस्तु, ज्ञानस्य एव विषयः भवति. मनसः विषयः न भवति, मनसः ग्राह्यः भवति. तदपि ग्राह्य इन्द्रिय इति कृत्वा ग्राह्य इन्द्रियस्य इन्द्रियं ग्राहकं भवति. इन्द्रियेण यद् गृह्यते तद् ग्राह्यं भवति, किन्तु विषयकं न भवति. ज्ञानमेव विषयकः लोके. विषयम् इति पदम् अत्र लोके सामान्यव्यवहारे किम् आगतं, मम पुरतः बहवः विषयाः सन्ति इति. वस्तुतः तत्र विषयाः सन्ति इति न वक्तव्यं. किमर्थम् इत्युक्ते तत्र अस्माकं विवक्षायां किमस्ति? वस्तूनि सन्ति इति एव. ज्ञानम् अस्ति अस्ति अस्ति वा न वा, वस्तु अस्ति एव. किन्तु विषयः अस्ति वा इति चेत् ज्ञानं भवति चेदेव विषयः अस्ति इति वक्तुं शक्यते. बहु समीचीनम्. अन्यः प्रश्नाः सन्ति वा? नो चेत् अग्रे पठितुं शक्यते इदानीम्. अस्तु, तर्हि दलसार्थक्यम् अस्माभिः कृतं प्रकृते इति. तदनन्तरं तत्र 129th पेज् मध्ये एव तत्र बिन्दुः अस्ति किल, संस्कारजन्यत्वमात्रोक्तौ इति. इदानीं दलसार्थक्यं ग्रन्थकारेण कृतं, तदस्माभिः चिन्तितम् इति कृत्वा झटिति पठितुं शक्यते. अस्तु, मेहुल् महोदय आरब्धुमिच्छति वा? अस्तु. संस्कारजन्यत्वमात्रोक्तौ संस्कारध्वंसे अतिव्याप्तिः, ध्वंसं प्रति प्रतियोगिनः कारणत्वात्, घटध्वंसं प्रति मुद्गरपात इव घटोऽपि आवश्यकः. असति घटे केवलेन मुद्गरपातेन कस्य ध्वंसो भवेत्? अतः मुद्गरपातादिवत् घटध्वंसं प्रति घटोऽपि भवति कारणम्. तथा च प्रकृते संस्कारजन्यत्वम् एव यदि लक्षणं तदा संस्कारध्वंसे अतिव्याप्तिः, संस्कारध्वंसस्य संस्कारजन्यत्वात्. संस्कारभिन्न अजन्यत्वस्य लक्षणत्वे तु अजन्ये आकाशादौ अतिव्याप्तिः, ज्ञानत्वरूपविशेष्यदले एव निविष्टे अनुभवे अतिव्याप्तिः. टिप्पणी अस्ति, अमुमेव कार्यकारणभावम् आदाय ध्वंसं प्रति प्रतियोगिनः कारणत्वम् इति तत्र तत्र ग्रन्थे उल्लिख्यते. मूलकृतापि ध्वंसलक्षणे अभिहितं प्रतियोगिजन्यः ध्वस्त इति व्यवहारहेतुरिति ग्रन्थेन अभावविवरणावसरे निरूपितम् एव अस्माभिः प्रागभावाद्यभावनिरूपितं प्रतियोगित्वं घटे. अस्तु, अत्र किञ्चित् प्रतिपादयति वा? आम् आम्, अत्र संस्कारजन्यत्वम् इति एव केवलं लक्षणवाक्यं वदामः चेत् संस्कारध्वंसे अतिव्याप्तिः भवति. किमर्थं? तर्हि ध्वंसं प्रति प्रतियोगिनः कारणत्वात्. ध्वंसः यत् यदा भवति तस्य कारणं किं? तर्हि प्रतियोगिनः इति एव तस्य कारणं ध्वंसं प्रति. अत्र अत्र पुनः एकवारं मूलग्रन्थे संस्कारस्य लक्षणं किम् इति उक्त्वा तस्य इदानीं दलेन सह लक्षणवाक्यं सम्पूर्णरीत्या उक्त्वा तदनन्तरम् एतादृशचिन्तनं करोतु. अस्तु अस्तु. संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति लक्षणवाक्यमस्ति. तत्र संस्कारमात्र जन्यम् इति एकं दलं, ज्ञानं तु द्वितीयदलम्. अत्र तर्हि सति सप्तमी उपयुज्य वदतु. हा, संस्कारमात्रजन्यत्वे सति ज्ञानत्वे सति स्मृतिः स्मृतिम् अस्मृतिः इति स्मृतिलक्षण इति न भवति खलु. तर्हि इदानीं मात्र इति पदेन द्विधा विभक्तव्यं खलु. मात्र इति पदमस्ति इति कृत्वा द्विधा विभजनं करणीयम्. अस्तु आम्. तर्हि तत्र संस्कारजन्यत्वे सति संस्कारभिन्न अजन्यत्वं ज्ञान तादृशं मा वदतु. संस्कारभिन्नजन्यत्व अभावत्वे सति. अस्तु अस्तु. उपरि लिखितमस्ति खलु स्थूलाक्षरैः. हा उपरि लिखितमस्ति. आम्. संस्कार जन्यत्वे सति संस्कारभिन्नजन्यत्वाभावः अभावत्वे सति. अभावत्वे सति ज्ञानत्वम् इति स्मृतेः लक्षणं. सत्यं. तर्हि षट् सम्भावनाः सन्ति. षट् सम्भावनाः सन्ति. तर्हि इदानीं प्रथमदलं संस्कारजन्यत्वम् इति एव लक्षणत्वेन स्वीकुर्मश्चेत् इति एव लक्षणं स्वीकुर्मः चेत् संस्कारध्वंसे अतिव्याप्तिः भवति. अत्र किमर्थं संस्कारध्वंसे अतिव्याप्तिः भवति? तर्हि ध्वंसं प्रति तस्य प्रतियोगिनः एव कारणमस्ति. अतः ध्वंसे अतिव्याप्तिः भवति. अत्र उदाहरणरूपम् अस्ति, उदाहरणरूपेण दत्तं. घटध्वंसं प्रति मुद्गरपात इव घटोऽपि आवश्यकः. तर्हि घटध्वंसम् इति यदि कुर्मः चेत् तत्र मुद्गरपातः इति एकम् आवश्यकम्. अपि च तत्र घटः अपि आवश्यकम्. असति घटे केवलेन मुद्गरपातेन कस्य ध्वंसो भवेत्? यदि घटः एव नास्ति चेत् केवलं मुद्गरपातः इति एव भवति चेत् ध्वंसः न भवति खलु. तत्र घटः अपि आवश्यकः. अतः मुद्गरपातादिवत् घटध्वंसं प्रति घटो अपि घटः अपि भवति कारणम्. अत्र घटध्वंसप्रति मुद्गरपातः इति आवश्यकं, तथैव घटः अपि आवश्यकम्. अतः तत्र कारणद्वयम् अस्ति घटध्वंसं प्रति. तथैव अत्रापि संस्कारजन्यत्वम् एव यदि लक्षणं कुर्मः चेत् संस्कारध्वंसे अतिव्याप्तिः भवति. यतोहि संस्कारध्वंसं प्रति संस्कारः अपि कारणं भवति. तदेव अत्र अग्रे दत्तं. संस्कारध्वंसस्य संस्कारजन्यत्वात् किमर्थम्? तस्य अर्थः कः इत्युक्ते संस्कारध्वंसः अपि संस्कारेण एव जायते. अतः संस्कारध्वंसे अपि संस्कारजन्यत्वम् अस्ति. अतः केवलं संस्कारजन्यत्वम् इति लक्षणवाक्यं कुर्मः चेत् संस्कारध्वंसे अतिव्याप्तिः भवति इति प्रथमदलस्य विवरणम्. अग्रे यदि संस्कारभिन्न अजन्यत्वम् इति एव लक्षणवाक्यं कुर्मः चेत् यत्र यत्र अजन्यमस्ति तत्र सर्वत्र अतिव्याप्तिः भवति. अत्र वयं जानीमः नित्य पदार्थाः ये सन्ति ते अजन्माः. अतः उदाहरणरूपेण आकाशादि ये नित्यद्रव्याः सन्ति तेषाम् अजन्यत्वम् अस्ति. अतः नित्यद्रव्याणि ते द्रव्याणि अजन्याः. अतः संस्कारभिन्न अजन्यत्वम् इति एव लक्षणं कुर्मः चेत् आकाशादि ये नित्यद्रव्याणि तेषाम् अतिव्याप्तिः भवति इति द्वितीयदलं. तर्हि नित्यद्रव्याणि यानि सन्ति तेषु सर्वेषु अतिव्याप्तिः भवति. संस्कारभिन्नाजन्यत्वम् इति एव लक्षणम् इति स्वीकुर्मः. अस्तु. तृतीयं. आम्. तृतीयदलं तु ज्ञानत्वम्. अत्र यदा यदि ज्ञानत्वरूपविशेष्यदले इत्युक्ते केवलं ज्ञानत्वम् इति एव एकं दलं स्वीकुर्मः चेत् लक्षणवाक्ये तर्हि अनुभवे अतिव्याप्तिः भवति. किमर्थम् इत्युक्ते अनुभवः इति अपि एकं ज्ञानम्. अतः तन्निवारणाय ज्ञानत्वम् इति एव न वक्तव्यं लक्षणवाक्ये. तत्र संस्कारभिन्नजन्यत्व अभाववत्त्वम् अपि च संस्कारजन्यत्वम् एतत् सर्वं दलत्रयं तत् वक्तव्यम् इति एकमेकं द्वलं स्वीकृत्य अत्र अतिव्याप्तिः भवति इति निरूपितम् इति दत्तम्. अपि च महोदय संस्कारध्वंसं प्रति संस्कारः कारणं, किन्तु कीदृशकारणम् इति वदति वा? संस्कारध्वंसं प्रति कीदृशकारणम् अहं मन्ये समवायिकारणम् इति संस्कारः समवायिकारणस्य लक्षणं किम् असमवायेन स्थित्वा समवायेन कार्यं जनयति न न समवायेन स्थित्वा समवायेन कार्यं जनयति चेत् असमवायिकारणस्य लक्षणं समवायि असमवायिकारणं तादात्म्यसम्बन्धेन स्थित्वा कार्यं जनयति समवायसम्बन्धेन कार्यं जनयति सम्पूर्णरीत्या वदतु तादात्म्यसम्बन्धेन स्थित्वा सम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति अस्तु अत्र कार्यं किम् कार्यं तु संस्कारः संस्कारः वा संस्कारध्वंसः वा ओ आम् आं सत्यं क्षम्यतां संस्कारध्वंसम् इति कार्यं संस्कारः इति कारणं हा संस्कारध्वंसः संस्कारे कारणे समवायसम्बन्धेन अस्ति वा संस्कारध्वंसः कथं वक्तुं शक्नोमि संस्कारः इति किमपि पदार्थः नास्ति अतः नास्ति एकनिमिषं तर्हि समवायिकारणं न भवितुमर्हति समवायि कार्यं समवायसम्बन्धेन भवेत् भवति चेदेव समवायिकारणं वा असमवायिकारणं वा भवति आं सत्यं तर्हि तत् द्वयोः न भवति अत्र तर्हि समवायिकारणमपि न भवति असमवायिकारणमपि न भवति तर्हि निमित्तकारणमेव अन्यत् महोदय तत्र संस्कारः आत्मनि समवायसम्बन्धेन अस्ति खलु महोदय किन्तु अत्र कारणं किं कार्यं किं कारणं संस्कारः तस्य ध्वंसः अपि आत्मनि एव अस्ति खलु न भवतु कारणं किं कार्यं किं संस्कारध्वंसः इति महोदय कारणं किं कार्यं किम् इति वदतु कारणम् अस्ति संस्कारः संस्कारध्वंसस्य कारणं कार्यं संस्कारध्वंसकार्यम् अस्ति हा समीचीनं तर्हि तावद् वदतु संस्कारध्वंसः इति कार्यं संस्कारः इति कारणं कारणं तर्हि कार्यं समवायसम्बन्धेन कारणे भवेत् खलु सत्यं तद् कारणम् अन्यत्र समवायसम्बन्धेन अस्ति चेत् तत् तस्मिन् विषये चिन्तनमेव न करणीयं कार्यं कारणे केन सम्बन्धेन अस्ति असमवायिकारणम् असमवायिकारणत्वं न भवति वा इति न न असमवायिकारणस्य लक्षणं किं वदतु तत्र समवायसम्बन्धेन अधिकरणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति अस्तु तर्हि इदानीम् अधिकरणं किम् आत्मा हा अस्तु संस्कारः समवायसम्बन्धेन संस्कारः इति गुणः समवायसम्बन्धेन आत्मनि अस्ति समीचीनं तदनन्तरं कार्यं संस्कारध्वंसः समवायसम्बन्धेन आत्मनि अस्ति वा ओ तत्र समयसम्बन्धेन नास्ति सत्यं हा तर्हि अत्र चिन्तनसौकर्यार्थं किं करणीयं समवायिकारणं वा असमवायिकारणं वा निमित्तकारणं वा इति चिन्तनार्थं प्रथमं कार्यं कारणे केन सम्बन्धेन अस्ति इति द्रष्टव्यम् अभावः यदा कदापि यस्मिन् कस्मिंश्चित् समवायसम्बन्धेन न भवति खलु इति कृत्वा तदनन्तरं कारणं कस्मिन् सम्बन्धे अस्ति इति न द्रष्टव्यमेव तदानिमित्तमेव भवति हा तर्हि इदानीं समवायि नास्ति असमवायि नास्ति इदानीम् अवशिष्टं किं निमित्तं तर्हि निमित्तं कारणमेव भवति इति झटिति वक्तुं शक्यते अस्तु समीचीनं तर्हि अग्रे शिरा महोदय पठति वा इह सर्वत्र इह सर्वत्र आकाशे अतिव्याप्तिः अनुभवे अतिव्याप्तिः इत्यादि लेखनस्य आकाशम् आदाय लक्षणे अतिव्याप्तिः अनुभवमादाय लक्षणे अतिव्याप्तिः इत्यादिः अर्थः वर्णनीयः अव्याप्ति अतिव्याप्त्यादयोः अव्याप्त अव्याप्ति अतिव्याप्त्यादयः दोषाः हि लक्षणस्य न तु पदार्थानाम् अतः ते लक्षणे एव आपतन्ति इत्थमेव सर्वत्र ग्रन्थयोजनासु द्रष्टव्यम् महोदय तत्र इह सर्वत्र आकाशे अतिव्याप्ति अन्वये अतिव्याप्ति इत्युक्ते तत्र दलसार्थक्यं यदा वयं कुर्मः तत्र आकाशे अतिव्याप्तिः अस्ति अनुभवे अतिव्याप्ति प्रत्यभिज्ञायाम् अतिव्याप्ति इति वदामः तत्र इत्यादि लेखनस्य आकाशम् आदाय लक्षणे अतिव्याप्ति इति अवगन्तव्यम् इति अर्थः इत्युक्ते तत्र आकाशे अतिव्याप्तिः नास्ति तत्र तु यदा आकाशं स्वीकुर्मः तस्मिन् लक्षणे तत्र अतिव्याप्ति भवति इति अवगन्तव्यम् इत्युक्ते अत्र अस्य परिच्छेदस्य आशयः कः किं वदति तत्र द्रव्ये यत् आकाशम् इति आकाशः इति यद् द्रव्यमस्ति तत्र अतिव्याप्तिः नास्ति तस्य लक्षणे एव अतिव्याप्तिः पतति आपतति इति इत्युक्ते किमर्थम् एतद् वदति किमर्थम् एतद् वदति इत्युक्ते अत्र मुख्यवार्ता अस्ति न तु पदार्थानां न तु लक्षणस्य एव न तु पदार्थानाम् इति अस्ति अतिव्याप्ति अव्याप्ति दोषाः तु लक्षणवाक्ये यदा वयं परिशीलयामः तस्मिन्नेव भवति न तु पदार्थेषु दोषाः पदार्थाः स्वाभाविकेन भवन्ति एव तु तस्य लक्षणं किम् इति वयं चिन्तयामः तदा लक्षणवाक्ये एव एते दोषाः भवन्ति इति आशयः हा इति अस्ति अत्र प्रतिपादनार्थं कथं वक्तव्यम् इति चेत् इदानीं घटः अस्ति इति चिन्तयतु इदानीं घटे एकं छिद्रं जातम् इति चिन्तयतु तर्हि यदा छिद्रम् इत्युक्ते होल् तर्हि इदानीं घटः दोषवान् भवति इत्युक्ते तस्मिन् घटे यस्मिन् घटे छिद्रमस्ति तस्मिन् घटे जलं स्थापयितुं न शक्यते खलु तर्हि इदानीम् एषः घटः दोषवत् अस्ति इत्युक्ते पदार्थे दोषः अस्ति किन्तु अत्र अतिव्याप्तिदोषः घटे नो चेत् आकाशे इति वदामश्चेत् पदार्थे दोषः नास्ति यद्यपि घटः समीचीनमस्ति तेन घटेन तस्मिन् घटे जलं स्थापयितुं शक्यते तथापि घटे अतिव्याप्तिः इति दोषः वदामश्चेत् घटः इति पदार्थे दोषः नास्ति किन्तु लक्षणवाक्ये तादृशदोषं भवति अपि च अत्र लक्षणे इति उक्तं खलु लक्षणे इत्युक्ते लक्षणवाक्ये इति अवगन्तव्यम् अतिव्याप्तिः कुत्र भवति लक्ष्ये अतिव्याप्तिः न भवेत् किन्तु अत्र लक्षणे इति उक्तं लक्ष्ये इति न अनुक्तं तर्हि लक्षणे अतिव्याप्तिः वा इति चेत् न लक्षणवाक्ये तत् भवता समीचीनतया उक्तं लक्षणवाक्ये अस्तु तर्हि दोषाः अतिव्याप्तिः अव्याप्तिः असम्भवदोषाः कुत्र भवन्ति इति चेत् लक्षणवाक्ये एव भवन्ति न तु पदार्थे ते लक्षणे आपतन्ति इत्थमेव सर्वत्र ग्रन्थयो योजनासु द्रष्टं तावदेव अस्ति तर्हि अनन्तरं तत्र इदानीं ग्रन्थयोजनासु इति सर्वत्र ग्रन्थयोजनासु द्रष्टव्यं ग्रन्थयोजनासु इत्यनेन सर्वत्र ग्रन्थयोजनासु द्रष्टव्यम् आशयः अवगच्छामि तत्र पदस्य अर्थः एव सम्यक् जनाः ग्रन्थयोजनासु लक्षणस्य ऋतु पदार्थानाम् अतः ते लक्षणे एव आपतन्ति इत्थमेव सर्वत्र ग्रन्थयोजनासु द्रष्टव्यम् योजना इति इत्यस्य अर्थः कः इति वा इत्युक्ते यत्र यत्र एतादृशचिन्तनं ग्रन्थे कृतं तत्र सर्वत्र दोषः इति वदति चेत् पदार्थे दोषः इति न लक्षणवाक्ये दोषः इति अवगन्तव्यम् इति तादृश दृष्टिः भवति. अस्तु अग्रे इदानीं तर्हि इदानीं संस्कारस्य सम्पूर्णचिन्तनं जातम्. इदानीं प्रत्यभिज्ञा इति अस्ति, प्रत्यभिज्ञा स्वरूपवर्णनम्. अस्तु स्वामी महोदय पठति वा? आं महोदय. प्रत्यभिज्ञास्वरूपवर्णनम्. क्षम्यता महोदय, तस्मात् पूर्वम् अत्र ग्रन्थकारेण सम्पूर्णदलसार्थक्यं न कृतं, केवलं यदि एकं दलं त्यजामश्चेत्, एकमेव दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति इति चिन्तितम्. किन्तु इदानीं दलद्वयं मिलित्वा स्वीकृत्य कुत्र अतिव्याप्तिः इति अपि द्रष्टव्यं खलु. तद्दृष्टं वा पूर्वं? गतवर्गमेव मया सर्वं कृतं महोदय. अस्तु, किन्तु तर्हि पुनः प्रतिपादयति वा महोदय अग्रे गमनात् पूर्वं? मेहुल् महोदय भवानेव वदतु, तर्हि दलद्वयं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति इति. आम् आं महोदय, प्रथमं तु संस्कारजन्यत्वम् अपि च संस्कारभिन्नजन्यत्व अभावः इति यदि दलद्वयं स्वीकुर्मः चेत् संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्व अभाववत्त्वम् इति भवति लक्षणवाक्यं. तत्र संस्कारध्वंसे अतिव्याप्तिः भवति इति वयं दृष्टवन्तः. किमर्थमित्युक्ते संस्कारध्वंसः अपि संस्कारेण जायते, अतः संस्कारध्वंसे अतिव्याप्तिः भवति. अतः तत्र ज्ञानत्वम् इति दलं योजयामः एव. एकनिमिषं, तत्र संस्कारभिन्न अजन्यत्वम् अजन्यवत्वम् इति ध्वंसे कथं भवति इति प्रतिपादयति वा? संस्कारभिन्नाजन्यत्वम् इति. आम्, संस्कारजन्यत्वम् इति इति यदि इति एकं पदम् अत्र लक्षणवाक्ये अस्ति चेत् संस्कारध्वंसः इति अपि संस्कारे तस्य कारणमपि संस्कारः अस्ति. अतः संस्कारजन्यत्वं संस्कारध्वंसे अपि अस्ति. अतः प्रथमदलद्वयं स्वीकुर्मः चेत् संस्कारध्वंसे अतिव्याप्तिः भवति. न न, इदानीं भवान् एकमेव दलं स्वीकृत्य उक्तवान् संस्कारजन्यत्वं संस्कारध्वंसे अस्ति, तत् तु सत्यं. किन्तु संस्कारभिन्नाजन्यत्वम् अपि संस्कारे अस्ति इति निरूपय, संस्कारध्वंसे अस्ति इति निरूपयतु. ओ, संस्कारभिन्नजन्यत्व अभावः भिन्न अजन्य सरि अस्तु भिन्नजन्यत्व अभावः अस्तु हा वदतु. संस्कारभिन्नजन्यत्व अभावत्वं खलु अभाववत्वम् अभावत्वम् इति अभावः इति अभावः इति वदतु. संस्कारभिन्नजन्यत्व अभावः संस्कारध्वंसे संस्कारभिन्नजन्यत्व हा तर्हि संस्कार एव संस्कारध्वंसस्य कारणम् अस्ति. अतः संस्कारभिन्नजन्यत्व अभावः संस्कारध्वंसे इति अपि अस्ति खलु. किमर्थम् इत्युक्ते अन्यत् किमपि तस्य जन्यत्वस्य कारणं नास्ति, संस्कार एव अस्ति. अतः संस्कारभिन्नजन्यत्वस्य अभावः संस्कारध्वंसे अपि अस्ति. इत्युक्ते संस्कारध्वंसः अन्येन येन केनापि कारणेन न भवति इति चेत् संस्कारभिन्नजन्यत्व अभावः इति संस्कारध्वंसे भवति इति. किन्तु इदानीमेव भवता पठितं खलु मुद्गरपातः अपि मुद्गरपातेन संस्कारध्वंसः जायते खलु. संस्कारध्वंसः वा घटध्वंसः? क्षम्यतां अस्तु मुद्गरपाठेन घटध्वंसः जायते एवम् उद्गरपाठेन संस्कारस्य ध्वंसः न कर्तुं शक्यते खलु न कर्तुं शक्यते तर्हि अन्येन येन केनापि कारणेन अत्र संस्कारभिन्नजन्यत्व अभावः जन्यत्वं भवति वा इत्युक्ते अन्येन येन केनापि कारणेन संस्कारः नश्यति वा न नश्यति चिन्तयित्वा वदतु अन्य इत्युक्ते गते सप्ताहे भवान् एकं घटं दृष्टवान् इति चिन्तयतु अयं घटः इति गते शनिवासरे भवता ज्ञानं प्राप्तम् येन ज्ञानेन एकः संस्कारः उत्पादितः अस्तु किन्तु अद्य तद् विस्मृतवान् अहं पृच्छामि भोः भवान् दृष्टवान् खलु इति वा मया दृष्टं वा अहं न दृष्टमेव मया न दृष्टमेव इति भवान् वदति चेत् तर्हि इदानीं संस्कारस्य अभावः जातः केन कारणेन स्मृतिः नास्ति अतः स्मृतिः नास्ति इति न वदतु संस्कारः नास्ति इति कृत्वा स्मृतिः नास्ति अस्तु अस्तु संस्कारः स्मृतेः कारणं किन्तु संस्कारः इदानीं कथं नष्टं जातं येन स्मृतिः अपि न उत्पद्यते अस्तु संस्कारध्वंसः कथं भवति तर्हि अन्येषां चिन्तनं किम् अन्यप्रबलसंस्कारेण तस्य ध्वंसः भवति इदानीं घटं पश्यामि तद् भिन्नं पदार्थ इदानीं भवन्तं भवान् एव समीपे अस्ति चिन्तयामः तदा भवन्तम् अहं पश्यामि चेत् भवतः ज्ञानं मम तत्र संस्कारः मम मनसि जायते तत् प्राबल्यं स्वीकृत्य घटं घटस्य स्मृतिः वा तस्य संस्कारं वा मम मनसि न आगतः अथवा संस्कारः तिष्ठति इति चिन्तयामः वा इति नूतनसिद्धान्तं भवता क्रियते न वस्तुतः अत्र किं कारणम् इति चेत् सामान्यम् कालमस्ति खलु कालेन सर्वं नश्यति गता कालेन तत्र सर्वं गतेन कालेन सर्वं नश्यत्येव गच्छता कालेन सर्वं नश्यत्येव तर्हि तत्र कालमेव कारणं किन्तु अत्र भिन्न इति पदेन सामान्यसाधारणकारणानि न स्वीकर्तव्यानि इत्यपि अस्माभिः दृष्टं खलु तर्हि सर्वत्र सामान्यकारणानि साधारणकारणानि सन्ति एव सन्ति एव सर्वदा सन्ति तानि कारणानि इति पदेन न स्वीकर्तव्यानि इति अस्माभिः पठितं खलु इति कृत्वा संस्कारध्वंसे तत्र अधिव्याप्तिः भवति इति वक्तुं शक्यते किन्तु एतादृशचिन्तनं करणीयम् अस्तु तर्हि संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्व अभाववत्त्वम् इति दलद्वयं स्वीकुर्मश्चेत् संस्कारध्वंसे अतिव्याप्तिः भवति संस्कारः संस्कारध्वंसः संस्कारेण एव जायते अपि च संस्कारभिन्नेन अन्येन येन केनापि संस्कारध्वंसः न जायते असाधारणकारणेन इति वक्तव्यम् साधारणकारणेन इति वदामश्चेत् तत्र क्लेशः भवति येन केनापि असाधारणकारणेन संस्कारस्य नाशः यदा कदापि न जायते इति कृत्वा संस्कारध्वंसे अतिव्याप्तिः अस्तु इदानीं पञ्चमसम्भावना पञ्चमसम्भावना तु संस्कारजन्यत्वे सति ज्ञानत्वम् इति लक्षणवाक्यं कुर्मः चेत् तत्र वयं दृष्टवन्तः पूर्वस्मिन् परिच्छेदे प्रत्यभिज्ञायाम् अतिव्याप्तिः अभवत् अस्तु अत्र सम्पूर्णरीत्या प्रत्यभिज्ञायां किम् इति वयं न पठितवन्तः परन्तु केवलं अयं घटः इति मम पुरतः एकः घटः पुनः अहं पश्यामि चेत् पूर्वे यः घटः मया दृष्टं तस्यापि संस्कारः मनसि अस्ति अपि च अद्य यदि अहं नूतनघटं पश्यामः चेत् इन्द्रियसन्निकर्षः अपि भवति अतः तत्र संस्कारजन्यत्वे सति ज्ञानत्वम् इति वदामः चेत् प्रत्यभिज्ञायां किं भवति तर्हि प्रत्यभिज्ञायां प्रत्यभिज्ञायाः कारणं तु संस्कारः अपि अस्ति अपि च प्रत्यभिज्ञा इति ज्ञानमपि अस्ति अतः प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति समीचीनं तावदेव वक्तव्यं प्रत्यभिज्ञा इति न ज्ञातव्यं प्रत्यभिज्ञा इत्युक्ते किं ज्ञानं केन जायते संस्कारेण जायते केवलं संस्कारेण जायते इति अस्माभिः न उक्तं संस्कारेण जायत्येव खलु संस्कारं विना प्रत्यभिज्ञा यदा कदापि न जायते अपि च प्रत्यभिज्ञावाक्यस्य आकारः प्रत्यभिज्ञाज्ञानस्य आकारः कथं भवति इति चेत् सोऽयं घटः इति वक्तव्यं सोऽयं घटः सत्यं सोऽयं घटः इति वक्तव्यं तदेव आकारः अयं घटः इति चेत् ज्ञानस्य आकारः सोऽयं देव सोऽयं घटः इति वदामश्चेत् प्रत्यभिज्ञायाः आकारः अस्ति समीचीनं तर्हि प्रत्यभिज्ञायाम् अतिव्याप्तिः अतः एव मया एतत् पृष्टम् अत्र इदानीं प्रत्यभिज्ञायाविषये पठेम खलु अस्तु तर्हि इदानीं षष्ठसम्भावना पञ्चमसम्भावना हा षष्टम अत्र षष्टमसम्भावना अस्ति द्वितीय महोदय अत्र षष्टम इति न वक्तव्यम् इति मया श्रुतं षष्ट इति एव उक्तं तत्र म इति न भवति केवलं षड् इत्यत्र एव अन्यत्र सप्तम अष्टम इति वदामश्चेत् क्लेशः नास्ति किन्तु षष्ट इति एव उक्तव्यम् अस्तु सम्यक् षष्टसम्भावना अस्ति संस्कारभिन्नजन्यत्वा जन्यत्व अभाववत्त्वे सति ज्ञानत्वम् इति द्वितीयमपि च तृतीयद्वलं स्वीकुर्मः चेत् तत्र वयं दृष्टवन्तः पूर्वे ईश्वरीयज्ञाने अतिव्याप्तिः भवति किमर्थम् इत्युक्ते ईश्वरविषयकज्ञानं तु सर्वदा वर्तते एव सर्वदा ईश्वरीयज्ञानम् अस्ति अतः तत् ईश्वरज्ञानमपि ज्ञानम् अस्ति तत्र ईश्वरीयज्ञाने अपि ज्ञानत्वमपि अस्ति अपि च तद् ज्ञानं संस्कारेण न जायते तत् सर्वदा अस्ति अतः संस्कारभिन्नजन्यत्व अभाववत्त्वमपि तत्र अस्ति अतः ईश्वरीयज्ञाने व्यक्तिः भवति उत्तमं तर्हि संस्कारभिन्नजन्यत्वाभाववत्त्वे सति ज्ञानत्वम् इति दलद्वयं स्वीकुर्मश्चेत् ईश्वरीयज्ञाने अतिव्याप्तिः भवति तर्हि आहत्य दलद्वयमपि आवश्यकमस्ति संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वाभाववत्त्वे सति ज्ञानत्वम् इति वदामश्चेत् केवलं संस्कारे एव न स्मृतौ एव लक्षणं पतति समीचीनम् अस्तु इदानीं स्वामी महोदय अग्रे पठतु महोदय प्रत्यभिज्ञास्वरूपवर्णनं संस्कारजन्यत्वे सति ज्ञानत्वं सोऽयं चैत्रः इति आकारकप्रत्यभिज्ञायां प्रत्यभिज्ञायामतिव्याप्तम् इदानीमेव महोदयेन उक्तं खलु तर्हि अत्र दलद्वयमस्ति संस्कारजन्यत्वे सति ज्ञानत्वम् इति दलद्वयं स्वीकुर्मश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः इति तदेव अत्र परामर्शितम् अस्तु अग्रे महोदय प्रत्यभिज्ञा प्रत्यक्षविशेषः संस्कारसह कृतेन इन्द्रियेण जायमानः तथा हि एतावता वर्णितेषु प्रत्यक्षेषु इन्द्रियाणाम् एव व्यापारः सन्निकर्षः संयोगः संयुक्तसमवायादिः घटसंयुक्तस्य चक्षुरिन्द्रियस्य रूपादिभिः संयुक्तसमवायः वक्ष्यमाणः सन्निकर्षः न हि तत्र संस्कारस्योपयोगः तत्र घटप्रत्यक्षे केवलमिन्द्रियं व्याप्रियते प्रवर्तते प्रत्यभिज्ञायां तु संस्कारसहकृतमिन्द्रियम् तज्ज्ञानस्य आकारः भवति सोऽयं चैत्रः इति तत्र द्वौ भागौ स्तः सः इत्येकः अयम् इति अपरः अस्तु वदति वा किञ्चित् आं महोदय महोदय प्रथमम् अहं चिन्तयामि प्रत्यभिज्ञा इति तस्य वर्णनं क्रियते प्रथमं प्रत्यक्षमस्ति तदनन्तरं स्मृतिः अस्ति द्वयोः मिलित्वा प्रत्यभिज्ञा ज्ञानं भवति इति अहं चिन्तयामि सत्यं तावदेव वक्तव्यम् अत्र न महोदय सन्निकर्षः इति अपि तत्र दत्तम् किमर्थं तद्वाक्यमेकवारं पठतु तथा हि तथा हि एतावता वर्णितेषु प्रत्यक्षेषु इन्द्रियाणाम् एव व्यापारः सन्निकर्षः इन्द्रिय प्रत्यक्ष व्यापारः यत् अस्ति महोदय तत् इन्द्रियाणां व्यापारः तत् तदेव सन्निकर्षः इति सन्निकर्षः स च सन्निकर्षः कीदृशः संयोगः संयुक्तसमवायादि समवायादिः इति इत्युक्ते एतावता तत्र यत्किमपि ज्ञानं भवति तत्र केवलम् इन्द्रियसन्निकर्षः एव कारणं स च सन्निकर्षः संयोगः भवतु संयुक्तसमवायादिः भवतु संयोगः कुत्र भवति संयुक्तसमवायादि कुत्र भवति संयोगः द्रव्यः मध्ये संयुक्तः न द्रव्ययोः मध्ये संयोगः इति न वदतु इदानीं कस्मिन् विषये चिन्तनं प्रत्यक्षेषु इत्युक्तं खलु प्रत्यक्षम् इत्युक्ते ज्ञानम् आं महोदय कीदृशज्ञानं संयोगेन जायते कीदृशज्ञानं संयुक्तसमवायैः जायते प्रत्यक्षं तु संयोगेन जायते महोदय कीदृशप्रत्यक्षं सर्वाणि प्रत्यक्षाणि वा इन्द्रियप्रत्यक्षं भो इन्द्रियम् इन्द्रियेण एव प्रत्यक्षं जायते इन्द्रियप्रत्यक्षम् इत्युक्ते अनिन्द्रियप्रत्यक्षम् इति किमपि अस्ति वा न महोदय मानसप्रत्यक्षमहम् अन्यं मानस मनः अपि इन्द्रियमस्ति खलु इन्द्रियं मानसप्रत्यक्षमपि इन्द्रियप्रत्यक्षमेव इन्द्रियप्रत्यक्षमेव सत्यं तदेव लक्षणम् इन्द्रियेण यद् जायते तदेव प्रत्यक्षं तर्हि इन्द्रियप्रत्यक्षम् इत्युक्ते स्वरूपमेव वर्णयति अस्तु अन्येषां चिन्तनं किं संयोगेन किं प्रत्यक्षं जायते नो चेत् कस्य प्रत्यक्षं जायते संयोगेन चक्षुरिन्द्रियेण घटप्रत्यक्षं ज्ञानं तत्र संयोगेन जायते हा उत्तमं तर्हि चक्षुषा यत् प्रत्यक्षं जायते तत् संयोगेन किमर्थं संयोगेन तत्र चक्षुरिन्द्रिये तत्र प्रभा तत्र घटं प्रति गच्छति तदुपरि पतति तदा चक्षुरिन्द्रियं तत् चक्षुरिन्द्रिय गमनक्रिया अस्ति इति वयं वदामः. तत्र तेन तत्र चक्षुरिन्द्रियं साक्षात् घटेन सह संयुक्तः भवति. हा उत्तमम् इति अस्ति चिन्तनं. तर्हि संयोगप्रत्यक्षस्य संयोगं कस्मिन् प्रत्यक्षे कीदृशप्रत्यक्षे संयोगः जायते इति चेत् रूपप्रत्यक्षे इति वदति. रूपं तु केवलं चक्षुषा एव गृह्यते, अपि च इतः तत्र चक्षुः गच्छति, साक्षात् घटं प्रति गच्छति. अपि च चक्षुः इति कीदृशपदार्थः महोदय? शीलामहोदय वदतु. तैजसीय न पदार्थः इति मया पृष्टम्. पदार्थ द्रव्यं वा? हा सत्यं खलु, चक्षुः इति द्रव्यं. द्रव्यं कीदृशद्रव्यम् इति चेत् तेजसीयद्रव्यम्. द्रव्यम् अपि च घटः अपि द्रव्यं. द्रव्ययोः मध्ये एव संयोगः जायते खलु. इति कृत्वा रूपप्रत्यक्षे संयोगेन रूपप्रत्यक्षं संयोगेन जायते. चक्षु घटयोः मध्ये यः संयोगः अस्ति तदेव रूपप्रत्यक्षं जनयति. अस्तु, संयुक्तसमवादि समवादयः कुत्र भवति, तस्य उदाहरणं वदतु. तत्र यदा वयं मिष्टिकां स्वीकुर्मः तत्र रसनेन्द्रियेण तत्र मधुरम् इति गुण तत्र रस इति गुणः मधुरम् इति अस्ति, तद् एव गृह्यते. रसनेन्द्रियेण तत्र द्रव्यं मिष्टकं न गृह्यते इति कृत्वा तत्र स प्रथमं तत्र संयुक्तसमवायसम्बन्धेनैव तत्र समवायसम्बन्धेन तत्र गुणः रस इति गुणः तत्र मिष्टिके अस्ति. तदा तत्र संयुक्तसमवायसम्बन्धेन तत्र रसनेन्द्रियं गुणेन सम्बध्यते. तर्हि संयुक्तसमवादी समवाय तर्हि केन सम्बन्धेन रसः गृह्यते? तत्र स्वयुक्तसमवायसम्बन्धेन वा महोदय? तर्हि स्वम् इत्युक्ते किं? तत्र रसनेन्द्रियम्. अस्तु, रसनेन्द्रियम् इति स्वं. हा स्वसंयुक्तं किं? तत् मिष्टकम्. हा तदा समवायेन माधुर्यम्. हा तर्हि मिष्टकम् इत्युक्ते स्वीट् इति अस्ति खलु? सत्यं. मधुरम् इति रसः. रसः तर्हि इदानीं मिष्टकम् इति गुणी अस्ति, तस्मिन् मधुरम् इति रसम् अस्ति, गुणः अस्ति. केन सम्बन्धेन? समवायसम्बन्धेन अस्ति. तर्हि मधुरं मिष्टके समवायसम्बन्धेन अस्ति. इदानीं मिष्टकं जिह्वेन्द्रिये रसनेन्द्रिये, जिह्वेन्द्रिये इत्युक्ते रसनेन्द्रिये संयोगसम्बन्धेन अस्ति. सत्यं, संयोगसम्बन्धः इति कृत्वा स्वसंयुक्तसमवायसम्बन्ध. रसज्ञानं संयुक्तसमवायसम्बन्धेन जायते इति वक्तव्यं. स्वामिमहोदय बुद्धं खलु? मम प्रश्नः अस्ति महोदय, घटध्वनिः अस्ति चेत् तर्हि तस्य महोदय प्रथमं एतद् यद् इदानीम् उक्तं तद् बुद्धं वा? तद् मनसि सन्देहमस्ति महोदय. किं प्रत्यक्षं भवान् वदतु प्रथमं. भवान् रूपं यदस्ति तदेव तत् प्रत्यक्षं संयोगम् इति वदति महोदय, किन्तु मम मनसि जायते घटध्वनिः अपि यत् अस्ति तत् संयोगेन एव तदपि प्रत्यक्षं भवति. प्रतिपादयतु किम् अत्र अत्र संयोगेन जायते इति कथं वा तादृशचिन्तनं भवतः मनसि आगतं? यत् यथा चक्षुः गच्छति तथैव तथैव श्रोत्रं गच्छति वा? श्रोत्रं श्रोत्रेन्द्रियम् इत्युक्ते किम्? आकाश आकाशः आकाशः आकाशस्य परिमाणं किम्? तत्र किमपि न गच्छति. परिमाणं किम्? महत्परिमाणं. विभुः अस्ति खलु? विभुः. तर्हि विभुद्रव्ये क्रिया जायते वा? न. हा तर्हि कथं वा श्रोत्रेन्द्रियं गच्छति इति वदति भवान्? महोदय तद् अस्माभिः पठितं खलु तत्र प्रक्रिया का शब्दजशब्दः इति. आं महोदय शब्देन शब्दः जायते पुनः शब्दजशब्देन नूतनशब्दः जायते इति दश दशसु दिक्षु शब्दः उत्पद्यते. एकः शब्दः अन्यत् शब्दम् उत्पादयति इति कृत्वा इदानीं शब्दः इति गुणः श्रोत्रं प्रति आगच्छति. श्रोत्रं यथा यत्र अस्ति तत्रैव तिष्ठति. श्रोत्रम् आकाशीयम् आकाशः एकः विभुः इति कृत्वा विभुद्रव्येषु क्रिया यदा कदापि न जायते. अत्र अत्र षड् इन्द्रियाणि सन्ति खलु, षड् इन्द्रियेषु क्रिया कुत्र भवति? भवान् वदति, भवान् वदतु कुत्र कुत्र क्रिया भवति? आं महोदय चक्षुहषा तु भवेत् एव. तैजसीयम् इति कृत्वा चक्षुरिन्द्रियं तैजसीयम् इति कृत्वा चक्षुरिन्द्रिये क्रिया जायते एव. तदनन्तरं त्वक् महोदय त्वचि क्रिया जायते वा? संयोगः घटसंयोगः तु किन्तु महोदय संयोगः क्रियया जायते इति तु सत्यं, किन्तु त्वचि क्रिया जायते चेत् एव संयोगः भवति वा? आं महोदय नास्ति चेत् तस्य प्रत्यक्षं कथं भवति त्वच् इति अहं चिन्तयामि. अस्तु मेहुल् महोदय प्रतिपादयतु. तत्र महोदय यदा पुटसङ्ख्या 20-100 अपि च 121 इति पश्यामः चेत् तत्र दत्तमस्ति त्वगेन्द्रियस्थले किं भवति इति चेत् तत्र घ्राणेन्द्रियवत् भवति. घ्राणेन्द्रियमपि द्रव्यग्राहकं नास्ति, तथैव त्वगेन्द्रिय अपि द्रव्यग्राहकं नास्ति. परन्तु ये सर्वे द्रव्याणि वयं त्वगेन्द्रियेण ज्ञातुं शक्नुमः ते सर्वे त्वगेन्द्रिय प्रति आगच्छति, अनन्तरम् एव तस्य ग्रहणम् अथवा ज्ञानं भवति. त्वगेन्द्रिय स्वयं तत्र न गच्छति इति अहं मन्ये. तत्र दत्तमस्ति पुटसङ्ख्या 20-100 इति तत्र इति अस्ति. एतत् सर्वम् अस्माभिः पठितं स्वामिमहोदय, भवता पुनः एकवारं पठनीयमस्ति. अत्र अत्र भवतः मनसि इदानीं स्पष्टता नास्ति. एतत् सर्वम् अस्माभिः पठितं प्रत्येकं प्रत्यक्षं तत्र प्रत्येकेन इन्द्रियेण यत् प्रत्यक्षं जायते तत् कथं जायते इति सर्वम् अस्माभिः पठितं. चक्षुरिन्द्रियमेव इतः तत्र गच्छति, मनः अपि इतः तत्र गच्छति. यत्र सुखं जायते तत्र मनः गत्वा सुखं गृह्यते, सुखस्य ग्रहणं करोति. किन्तु त्वगिन्द्रियं कुत्र अस्ति? क्षम्यतां, त्वगिन्द्रियम् इत्युक्ते त्वगिन्द्रियं चर्मौ चर्मे एव अस्ति खलु, यत्र यत्र चर्ममस्ति तत्र सर्वत्र त्वगिन्द्रियमस्ति. चर्मं कुत्र अस्ति? शरीरे एव अस्ति. यदा विषयः चर्मं प्रति आगच्छति तदा चर्मेण सह तस्य संयोगः जायते, तेन तत्र संयुक्तसमवायादिसम्बन्धेन एव अत्र स्पर्शः जायते. एतत् सर्वम् अस्माभिः अधीतम्. तर्हि एतादृशचिन्तनं यदा कदापि एतत् सन्देहः न भवेदेव. अस्तु, वयं किं कुर्मः, मया किं चिन्तितम्, अत्र प्रत्यभिज्ञां पठित्वा पुनः परीक्षां स्थापयामः आरम्भतः, इत्युक्ते गुणनिरूपणम् इति आरभ्य परीक्षां कुर्मः, तदा इतोपि स्पष्टता जायत्येव. तदनन्तरम् अत्र ज्ञानं प्रति गच्छेम, नो चेत् ज्ञानस्य पठने महान् क्लेशः भवति. अस्तु, बुद्धं वा इदानीम्? आं महोदय, धन्यवादः. किञ्चित् तु बुद्धमेव, किञ्चित् पठनीयम्. कुत्र न बुद्धं? तर्हि एकवारं पठतु, यदि न बुद्धं तर्हि मां पृच्छतु कृपया. महोदय, अस्तु, अग्रे वदतु महोदय. घटसंयुक्तस्य चक्षुरिन्द्रियस्य रूपादिभिः संयुक्तसमवायः वक्ष्यमाणः सन्निकर्षः. तत्र सन्निकर्षः इति संयुक्तसमवायः चक्षुः घट संयुक्तस्य प्रतिपादयतु महोदय. एवं वदति चेत् भवान् अवगच्छति वा इति वा इति अहं न ज्ञाने. तर्हि प्रतिपादयतु अत्र किं वाक्ये किम् अस्ति इति प्रतिपादयतु. अस्मिन् वाक्ये घटसंयुक्तस्य चक्षुरिन्द्रियस्य रूपादिभिः संयुक्तसमवायः वक्ष्यमाणः सन्निकर्षः इत्युक्ते किम्? महोदय अस्ति किम्? आं महोदय, चिन्तयामि, अहं वदिष्यामि. अस्तु, अन्य कोऽपि अत्र रमेशमहोदय वा वर्षाभगिन्ये वा सत्यभामभगिनी वा वक्तुं प्रयत्नं करोति वा अस्मिन् वाक्ये किं लिखितमस्ति इति? भवन्तः एतत् सर्वं न पठितवन्तः, किन्तु ऊहां कर्तुं शक्यते इति अहं चिन्तयामि. महोदय, मम चिन्तनम् एवम् अस्ति, खड प्रत्यक्षं चक्षुरिन्द्रियेण जनयति. सत्यं, किन्तु घटप्रत्यक्षं तत्र कारणं किं? घटः अपि च चक्षुः अनयोः मध्ये कीदृशसम्बन्धः अस्ति? इदानीं भवता उक्तं चक्षुरिन्द्रियात् प्रभा तत्र गच्छति, रूपं गृह्यति, ततः प्रत्यक्षं जनयति इति. हा, किन्तु इदानीं विषयः ज्ञानं, ज्ञानस्य विषयः कः? घटः इति स्वीकरोतु प्रथमं. घटप्रत्यक्षं चक्षुरिन्द्रियं घटं प्रति गच्छति, तर्हि घटचक्षुषोः मध्ये कीदृशसम्बन्धः भवति? चक्षुरिन्द्रियं कीदृशपदार्थम्? द्रव्यमस्ति. घटः कीदृशपदार्थं? द्रव्यं. तर्हि द्रव्ययोः मध्ये कः सम्बन्धः जायते? संयोगसम्बन्धः. तर्हि घटप्रत्यक्षं कथं जायते इति चेत् संयोगसम्बन्धेन जायते खलु. घटस्य साक्षात् चक्षुषा सह संयोगः अस्ति इति कृत्वा, किन्तु घटे विद्यमानरूपं यदस्ति, रूपप्रत्यक्षं, तत्र सम्बन्धः कः? तत्र ज्ञानं घटम् अस्ति इति ज्ञानम्. न न, रूपं घटे, घटे नीलघटः इति चिन्तयतु. तर्हि इदानीम् अयं घटः नीलरूपवान् इति अहं वदामि चेत् तर्हि नीलरूपस्य ज्ञानं समवायेन जायते इति चिन्तनीयं। रूपम् इति गुणः अस्ति, अत्र समवायसम्बन्धेन गृहीतुं शक्यते, केवलं समवायसम्बन्धेन गृहीतुं शक्यते वा? रूपं रूपं समवायसम्बन्धेन कुत्र अस्ति? रूपम् इति गुणः द्रव्ये अस्ति। कस्मिन् द्रव्ये? तदाश्रित्य द्रव्ये गुणं। स च द्रव्यं किम् इदानीम् उदाहरणे किम्? घटं। घट समीचीनं। तर्हि नीलरूपं घटे समवायसम्बन्धेन अस्ति। चक्षुः केन सम्बन्धेन घटे अस्ति? चक्षुः संयोगसम्बन्धेन घटे अस्ति। तर्हि तत्र परम्परा अस्ति खलु, संयुक्तसमवायसम्बन्धेन रूपप्रत्यक्षं जनयति चक्षुः। डैरेक्ट् नास्ति, बुद्धं वा? इदानीं घटचक्षुषोः मध्ये साक्षात् संयोगसम्बन्धः अस्ति, किन्तु घटे विद्यमाननीलरूपम् अपि च चक्षुः अनयोः मध्ये साक्षात् सम्बन्धः नास्ति, तत्र परम्परासम्बन्धः। परम्परासम्बन्धः कः इति चेत् संयुक्तसमवायसम्बन्धः। चक्षुषा यः घटः संयुक्तः अस्ति तस्मिन् समवायसम्बन्धेन नीलरूपमस्ति इति कृत्वा संयुक्तसमवायसम्बन्धेन रूपेण सह चक्षुषः सन्निकर्षः जायते। बुद्धं वा? स्वामिमहोदय बुद्धं वा? आं महोदय, घट रूपं प्रति संयुक्तसमवायः अस्ति चक्षुरिन्द्रियस्य। अस्तु, अग्रे पठतु। नहि तत्र संस्कारस्य उपयोगः। तत्र इत्युक्ते कुत्र? घटरूपप्रत्यक्षज्ञाने। हा, रूपप्रत्यक्षे इति अर्थं। रूपप्रत्यक्षं संस्कारेण जायते वा? चक्षुषा जायते। अस्तु, अग्रे। तत्र घटप्रत्यक्षे केवलम् इन्द्रियं व्याप्रियते महोदय, तदेव दत्तं। प्रत्यभिज्ञायां तु संस्कारसहकृतम् इन्द्रियम्। इत्युक्ते किं? प्रत्यभिज्ञा ज्ञानं, ज्ञानस्य प्रति संस्कारं यदस्ति तस्य साहाय्यम् आवश्यकम्। केवलं इत्युक्ते किम्? प्रत्यक्षम् अपि आवश्यकं, तदनन्तरं संस्कारमपि। उत्तमं। संस्कारसहकृतम् इन्द्रियम् इत्युक्ते द्वयमपि आवश्यकमस्ति। केवलम् इन्द्रियेण प्रतिविज्ञा न जायते, संस्कारेण सह एव जायते, किन्तु इन्द्रियमपि आवश्यकमस्ति। अस्तु, तत् अग्रे पठतु महोदय। तज्ज्ञानस्य आकारः भवति सोऽयं चैत्रः इति। तत्र द्वौ भागौ स्तः। सः तत्र इत्युक्ते कुत्र? प्रत्यभिज्ञानस्य। इत्युक्ते ज्ञानस्य आकारः कः इदानीं? सोऽयं चैत्रः। सोऽयं चैत्रः इत्यस्मिन् वाक्ये, तत्र इत्युक्ते इत्यस्मिन् वाक्ये, सोऽयं चैत्रः इत्यस्मिन् वाक्ये द्वौ भागौ स्तः। सः इति एकः, अयम् इति अपरः। सः अयं चैत्रः इति अस्ति खलु? आं महोदय, सः चैत्रः, अयं चैत्रः। हा, तर्हि सः इत्यनेन किम् उक्तम्? अत्र चित्रमस्ति खलु, तत् पठतु। तद्देशकालविशिष्टः। सः चैत्रः, अयं चैत्रः, अयं चैत्रः एतत् देशकालविशिष्टः। हा, तर्हि सः इत्यनेन किम् उक्तम्? तद्देशकालविशिष्टः, एतत् देशकालविशिष्टः अनयोः मध्ये कः भेदः? काल कालभेदः तु अस्ति महोदय, एकं देशभेदमपि अस्ति महोदय। हा किन्तु तद् एतद् इत्यनेन किम् उक्तम्? तत् एतत् चैत्रः इति उक्तं महोदय, तत् चैत्रः एतत् चैत्रः नो, तत् एतत् इति पदद्वयं सर्वनामशब्दद्वयमस्ति किल, तयोः मध्ये कः भेदः? तत् इत्युक्ते किम्, एतद् इत्युक्ते किम्? कुत्र पदप्रयोगं क्रियते, एतद् इति कुत्र पदप्रयोगं क्रियते? एतत्तु समीपस्य अर्थे, तत्तु दूरस्य अर्थे क्रियते। हा अत्र दूरम् इत्युक्ते किं? देशकाल अपेक्षया दूरं। हा देशकाल, हा तर्हि पूर्वस्मिन् काले इति वक्तव्यं। तत् इत्यनेन इदानीं नास्ति, पूर्वस्मिन् काले, अपि च अत्र इति क्षेत्रं नास्ति, पूर्वस्मिन् देशे, अन्यत्र यत्र कुत्रापि अन्यस्मिन् पूर्वस्मिन् काले यः चैत्रः दृष्टः सः चैत्रः एव सः इति पदेन उक्तः अस्ति खलु महोदय। अयम् इत्यनेन कः उक्तः? अयम् इत्यनेन अपि चैत्रः एव उक्तः, तद् चैत्रः एव उक्तः महोदय। सत्यं, किन्तु किन्तु कीदृशचैत्रः? समीपस्थचैत्रः यः इदानीं मम पुरतः प्रत्यक्षं, प्रत्यक्षं। हा तर्हि सः इत्यनेन परोक्षमुक्तम्, अयम् इत्यनेन प्रत्यक्षमुक्तम्। आं महोदय, परोक्ष परोक्षदेशकालविशिष्टचैत्रः सः इत्यनेन, अयम् इत्यनेन पदद्वयेनापि चैत्रः एव उक्तः, किन्तु कीदृशचैत्रः इति चेत् परोक्षचैत्रः उक्तः। किम् आधारीकृत्य तस्य परोक्षत्वम् इति चेत् देशम् आधारीकृत्य, कालम् आधारीकृत्य परोक्षं चैत्रः यः आसीत् पूर्वं, पूर्वस्मिन् देशे काले वा यः चैत्रः मया दृष्टः सः एव सः इति पदेन उक्तः, किन्तु यः चैत्रः मम पुरतः अस्ति प्रत्यक्षं, प्रत्यक्षेण यः मम पुरतः अस्ति सः एव अयम् इति पदेन उक्तः। तयोः मध्ये इदानीं साम्यं कारयति एतद् वाक्यं, सोऽयं देवदत्तः सोऽयं चैत्रः इति वाक्यं खलु? अस्तु, तर्हि तावत् प्राप्तं, समयः जातः, अत्र स्थगयामः। प्रश्नाः सन्ति वा एतावत्? अस्तु महोदय, एकः प्रश्नः अस्ति महोदय। वदतु वदतु भगिनि। अत्र प्रत्यभिज्ञा किमर्थं संस्कारेण जन्यति, स्मृत्यां न जन्यति इति, स्मृत्या न जन्यति इति प्रश्नः अस्ति। अस्तु, स्मृतिः केन जायते? संस्कारेण। हा तर्हि आत्मनि किम् अस्ति, स्मृतिः अस्ति वा स्मृतिः अस्ति वा? स्मृति नास्ति। स्मृतिः इति कीदृशं, कीदृशगुणः? ज्ञानं। हा ज्ञानं, ज्ञानस्य कालः कः? अल्पकालः, तत् जायते अपि च नाशं भवति, नश्यति खलु। तर्हि तर्हि संस्कारः एव आत्मनि बहुकालमस्ति, तर्हि संस्कारेण स्मृतिः जायते, स्मृत्या प्रत्यभिज्ञा जायते इति वदामश्चेत् तत्र लाघवं नास्ति, संस्कारेण साक्षात् प्रत्यभिज्ञा जायते, संस्कारः अपि च प्रत्यक्षम्, इन्द्रिय इन्द्रियसन्निकर्षं द्वयेन प्रत्यभिज्ञा जायते इति वदामश्चेत् पर्याप्तं। संस्कारेण स्मृतिः जायते, स्मृत्या पुनः प्रत्यभिज्ञा जायते इति चेत् तत्र स्मृतौ अतिव्याप्तिः, स्मृतिलक्षणे अतिव्याप्तिः भवति, संस्कारमात्रजन्यज्ञानं स्मृतिः इति वदति चेत् स्मृत्या पुनः प्रत्यभिज्ञा जायते इति वदामश्चेत् तत्र प्रथमं लाघवं नास्ति, गौरवमेव अस्ति। संस्कारः आत्मनि अस्ति इति अस्माभिः अङ्गीकृतं खलु, तर्हि लाघवार्थं तत्र संस्कारेण जायते इति वदामश्चेत् क्लेशः नास्ति। संस्कारमपि ज्ञानमस्ति, संस्कारमपि आत्मनि अस्ति नास्ति तु संस्कारः आत्मनि अस्ति, परन्तु संस्कारः अपि गुणः एव, तदपि ज्ञानमेव अस्ति, तदपि न ज्ञानं नास्ति, सोरि ज्ञानं नास्ति, आत्मनि एव अस्ति, परन्तु तस्य कालं दीर्घमस्ति वा, स्मृतिः नश्यति परन्तु संस्कारः तिष्ठति वा? सत्यम्। अस्तु, अत्र भवती तस्मिन् दिने न आसीत्, अत्र संस्कारः इत्यस्य लक्षणम् उक्तं खलु, अनुभवजन्या स्मृतिर्हेतुर्भावना, भावनाख्यसंस्कारः। संस्कारः अस्ति इति कथं ज्ञातम् इति चेत् तत्र व्यापारत्वम् इति कश्चन सिद्धान्तः अस्माभिः अधीतः, तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति अनुमानप्रमाणेन एव संस्कारः ज्ञायते। संस्कारः इति गुणः आत्मनि वर्तते इत्यस्य प्रमाणं किम् इति चेत् अनुमानमेव। तत्र अनुमानं कथं कृतम् इति चेत् व्यापारः इति कश्चन सिद्धान्तं स्वीकृत्य अनुमानं कृतं। व्यापारः इत्युक्ते किं? तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति। तर्हि तत् पठतु, 123 पेज् मध्ये सर्वं दत्तमस्ति, पठामि। आं महोदय, एकः अपि प्रश्नः अस्ति महोदय, वयं न दृष्टवन्तः परन्तु तस्य स्मरणं भवति, तत् कथं भवति? इदानीं यदि मया चैत्रः न दृष्टं परं तदापि चैत्रः आकारः कुत्र कथम् अस्ति इति मम मनसि अस्ति, तद् कथं भवति? अत्र प्रत्यभिज्ञा न अस्ति किल, अत्र इन्द्रियसन्निकर्षः न अस्ति, तर्हि तस्य नाम एव स्मृतिः। इन्द्रियसन्निकर्षः यत्र न यत्र नास्ति किन्तु संस्कारेण यज्जायते तदेव स्मृतिः, सा एव स्मृतिः। नश्यति किल? न न, किन्तु जायते खलु, संस्कारः तिष्ठति। एकवारमेव स्मृतिः जायते इति न, संस्कारः यावत् संस्कारः तिष्ठति तावत् स्मृतिः जायते, तदनन्तरं नश्यति, पुनः जायते, पुनः नश्यति। परन्तु अत्र लाघवं नास्ति, यदि लाघवार्थं वयं स्मृतिः एव तिष्ठति इति स्वीकुर्मश्चेत् तस्मिन् कः क्लेशः? हा, इति चिन्तयतु, तस्य उत्तरम् अग्रिमवर्गे, इदानीं समयः जातः इति कृत्वा, यदि ज्ञानमेव स्मृतिः एव बहुकालं तिष्ठति इति वदामश्चेत् कः क्लेशः? समीचीनप्रश्नः, किन्तु सर्वैः चिन्तनीयम्, अग्रिमवर्गे अस्य उत्तरं चिन्तयामः। अस्तु, अत्र स्थगयामः, सर्वेभ्यो नमस्कारः, धन्यवादाश्च। नमस्कारः महोदय, धन्यवादः।